ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। गतसप्ताहे वयं तत्र सन्धिसूत्रद्वयस्य विषये तत्र चिन्तनं कृतवन्तः। नश्चापदान्तस्य झल्लि अपि च अनुस्वारस्य ययि परसवर्णः। अस्मिन् करपत्रे तत्र चत्वारि प्राकृतिककार्याणि विषये तत्र चत्वारि सूत्राणि सन्ति। अतः येषां येषां धातूनां कृते एतानि कार्याणि सम्भवन्ति चेत् ते आदौ एव करणीयम्। इत्युक्ते अनुबन्धानां निष्कासनम् अनन्तरं धातुः यः मूलरूपम् अस्ति तत्र महर्षिणा केचन अनुबन्धवर्णाः तत्र स्थापिताः। तत्र अनुबन्धानां तत्र प्रयोजनम् अस्ति व्याकरणशास्त्रे। प्रायशः धातुषु स्वराणां तत्र इत्संज्ञा भवति। सो स्वरस्य इत्संज्ञा भवति चेत् तत्र इत्संज्ञक स्वरस्य आधारेण तत्र किञ्चित् प्रयोजनम् अस्ति। इत्संज्ञकस्वरस्य आधारेण तत्र वयं ज्ञातुं शक्यते धातुः किं पदि, इत्युक्ते धातुः कीदृश तिङ्प्रत्ययः स्वीकरोति। इत्युक्ते तत्र तिङ्प्रत्ययः द्विधा, यद्यपि तत्र अष्टादश तिङ्प्रत्ययाः सन्ति, तेषां विभजनं महर्षिणा कृतं। प्रथम नव तिङ्प्रत्ययाः परस्मैपदीसंज्ञकाः, तेषां परस्मैपदी इति संज्ञा अस्ति। अनन्तरं ये नव तिङ्प्रत्ययाः तेषाम् आत्मनेपदीसंज्ञा व्याकरणशास्त्रे। अतः कानिचन धातवः कर्तरिप्रयोगे केवलं परस्मैपदीप्रत्ययः एव स्वीकरोति, स्वीकुर्वन्ति। कानिचन धातवः कर्तरिप्रयोगे केवलम् आत्मनेपदीप्रत्ययः एव स्वीकुर्वन्ति, परन्तु तत्र कानिचन धातवः सन्ति येषां तत्र रूपद्वयं कर्तरिप्रयोगे। सो ते परस्मैपदीप्रत्ययः अपि स्वीकुर्वन्ति अपि च आत्मनेपदीप्रत्ययः। अतः कथं जानीमः धातुः किं पदी? सो तत्र अनुबन्धवर्णस्य अनुबन्धस्वरस्य आधारेण एव एतत् ज्ञानं भवति। अतः तत्र ये अनुबन्धवर्णाः मूलधातुषु महर्षिणा ये अनुबन्धवर्णाः स्थापिताः, तस्य आधारेण एव एतत् सर्वं ज्ञातुं शक्यते। एतत् धातुविज्ञानं तृतीया इति करपत्रे एतत् एव विषयः। परन्तु अस्मिन् करपत्रे तत्र अनुबन्धानां निष्कासनम् अनन्तरं तत्र द्वितीयकार्यं किं, तदेव लौकिकरूपं वा? केषाञ्चित् धातूनां तु तदेव लौकिकरूपं, परन्तु तत्र कानिचन विशिष्टधातवः सन्ति येषां विषये तत्र एतानि चत्वारि कार्याणि अपि सम्भवन्ति। अतः तेषां विषये एतानि प्राकृतिकसूत्राणि, इत्युक्ते येषां एते चत्वारि सूत्राणि यानि अस्मिन् करपत्रे दत्तानि, तेषां विषये कोऽपि निमित्तम् आवश्यकं नास्ति। अतः वयं किं वदामः, अप्राकृतिककार्याणि, प्राकृतिककार्याणि। प्रथमकार्यमस्ति धातुवादेशः सः, तत्र मूर्धन्यषकारस्य सकारादेशः भवति। अनन्तरं नोणः, तत्र मूर्धन्यनकारस्य दन्त्यनकारादेशः भवति। धातुः आदिमवर्णः मूर्धन्यषकारः अथवा मूर्धन्यनकारः अस्ति चेत् तस्य दन्त्य नकारादेशः अपि च सकारादेशः तत्र करणीयम्। अनन्तरं वयं तत्र यः तृतीयसूत्रमस्ति इदितो नुम्, सो इदित् धातोः नुमागमः भवति, केवलम् इदित् धातुः। सो यस्मिन् यस्मिन् धातुः ह्रस्व इकारस्य इत्संज्ञा अस्ति तस्मिन् धातुः नुमागमः भवति। वयं दृष्टवन्तः आगमः मित् अस्ति चेत् यत्किमपि आगमः व्याकरणशास्त्रे आगमः मित् अस्ति चेत् सः यस्य आगमः तस्मिन् अन्तिमस्वरस्य अनन्तरं परे तत्र स्थापनीयं धातुषु प्रायशः तत्र बहूनि एकाच् धातवः सन्ति एकमेव अच् तत्र अनुबन्धानां निष्कासनम् अनन्तरं तत्र प्रायशः एकमेव अच् बहुत्र तत्र दृश्यते सः अच् तत्र कुत्रचित् मध्ये बहुत्र अस्ति अतः एतत् नुमागमः प्रायशः अपदान्ते इत्युक्ते तत्र यः सखण्ड यः धातु अस्ति तस्मिन् कुत्रचित् मध्ये भवति एतत् नुमागमः मित् कारणेन नुमागमः मित् अस्ति इति कारणेन एतत् दन्तिनकारस्य यः आगमः इदित् धातुषु भवति सः प्रायशः मध्ये भवति मध्ये भवति चेत् अत्र मारिषिणा यः मध्ये यः नकारः अस्ति तस्य जलवर्णे परे तत्र तत्र अनुस्वार आदेशः भवति अनुस्वारः अपि च विसर्गः एतत् वर्णद्वयम् एते वर्णाः एव वर्णौ एव तत्र अयोग्यवाहः वर्णमालायां तत्र यथा तत्र स्वराणि सन्ति व्यञ्जनानि सन्ति तथैव तत्र चत्वारि अयोग्यवाहः अपि सन्ति तेषु अनुस्वारः अन्यतमः अनुस्वारः अपि वर्णः विसर्गः अपि वर्णः परन्तु तेषां प्रयोगः केवलं स्वराणां सह एव वयं कर्तुं शक्यते इत्युक्ते यत्र यत्र अनुस्वारस्य तत्र यः चिह्नम् अस्ति शिरोरेखा उपरि तत्र एकं डाट् दृश्यते एकं बिन्दुः दृश्यते तदेव अनुस्वारः परन्तु अनुस्वारः सदा तत्र कस्यचित् स्वरस्य सह एव तत्र स्थापनीयं वयं व्यञ्जनस्य उपरि अनुस्वारः न तत्र स्थापितं तत्र न करणीयम् अनुस्वारस्य प्रयोगः अपि च विसर्गस्य प्रयोगः तत्र सर्वदा स्वराणां सह एव भवति व्याकरणशास्त्रे यदि वयं तत्र माहेश्वरसूत्राणां तत्र अध्ययनं कुर्मः चेत् तत्र महर्षि अनुस्वारः अपि च विसर्गस्य विषये किमपि तत्र माहेश्वरसूत्रेषु न दत्तम् अतः तत्र एतत् प्रश्नं मनसि आयाति प्रश्नः मनसि आयाति ये अनुस्वारः यदि वर्णः तो कुत्र सः कदा तत्र तस्य सः वाक्येषु अथवा पदेषु कुत्र आयाति एतानि सूत्राणि तत्र आवश्यकानि प्रथमसूत्रमस्ति मौनस्वारः मौनस्वारः इति सूत्रेण एव अनुस्वारस्य कस्यचित् पदान्तमकारस्य तत्र स्थाने तत्र अनुस्वारादेशः भवति एतत् प्रथमसूत्रमस्ति येन वयं तत्र मकारस्य स्थाने अनुस्वार इति आदेशः तत्र भवति अतः मकारस्य पूर्वे यः स्वरः तस्य उपरि वयं चन्द्रबिन्दु तत्र स्थापयामः तथैव तत्र पूर्वस्मिन् वर्गे वयं पठितवन्तः नश्च पदान्तस्य झल्लि 8.3.24 त्रिपादीसूत्रमस्ति नश्च पदान्तस्य झल्लि सो नः चः इति अस्ति अपदान्तस्य झलि सो नः चः यत्र यत्र सूत्रे च इति पदम् आयाति चेत् यदि तत्र तत्त्वद्वयं न दृश्यते चेत् सर्वदा तत्र पूर्वसूत्रे किम् उक्तं तत् सर्वदा द्रष्टव्यं सो 8.3.24 पूर्वे तत्र यः 23rd सूत्रं त्रयोविंशतिसूत्रे तत्र मोनुस्वारः इति सूत्रमस्ति सो मह च मह नः च इति अत्र भवति मह इति अनुवृत्ति अस्मिन् सूत्रे सो आपदान्तस्य झलि परे आपदान्तस्य नकारस्य अपि च आपदान्तस्य मकारस्य द्वयोः तत्र झलिवर्णे परे जलवर्णपरे तत्र अनुस्वारादेशः भवति सो अत्रापि अनुस्वारस्य आदेशः नकारः अपगच्छति तस्य स्थाने अनुस्वारादेशः भवति, तथैव अपदान्तमकारस्यापि अनुस्वारः भवति, पदान्तमकारस्यापि अनुस्वारादेशः भवति, परन्तु निमित्तानि तत्र ये निमित्तं यत् अस्ति तत् द्रष्टव्यम्। अनन्तरं वयं दृष्टवन्तः एतत् इह अनुस्वारादेशः भवति, तस्य यै प्रत्याहारस्य वर्णे साक्षात् परे अस्ति चेत् अत्र सर्वदा संहितायां तयोर्वाचि संहितायाम् इति अधिकारसूत्रमस्ति, 8.2.1078 आरभ्य तत्र अहं चिन्तयामि चतुर अध्याये तत्र रसाभ्यां नो नः इति तत्रापि अस्य सूत्रस्य अधिकारः वर्तते वा तद् द्रष्टव्यम्। सो अत्र त्रिपाद्यां तत्र हल्सन्धिसूत्राणि, सर्वे हल्सन्धिसूत्राणि त्रिपाद्यां सन्ति, तत्रापि संहितायाम् इत्यस्य अधिकारः वर्तते, अतः 8.3 इति तृतीयपादे अपि संहितायाम् इति अधिकारः तत्र प्रचलति, अतः एतत् सर्वं कार्यं संहितायाम् अधिकारे तत्र भवति, इत्युक्ते तत्र नकारस्य अपि च जलवर्णस्य अत्यन्त नैकट्यम् अस्ति चेदेव तत्र कार्यं भवति, तथैव तत्र अत्र अस्मिन् यः अनन्तरम् अनुस्वारस्य यै परस्वर्णः अत्रापि संहितायाम् एव कार्यं भवति, इत्युक्ते अनुस्वारस्य साक्षात् परे यै प्रत्याहारस्य वर्णः अस्ति चेदेव तत्र परसवर्ण आदेशः भवति। सो पदान्तमकारस्य यः अनुस्वार आदेशः भवति सः हलिपरे भवति, हलवर्णः परे अस्ति चेदेव तत्र मकारस्य पदान्तमकारस्य अनुस्वार आदेशः, परन्तु तत्र बहुत्र यः अपदान्तनकारस्य अपि च मकारस्य यः अनुस्वारादेशः भवति तस्य तत्र प्रायशः तत्र परसवर्णादेशः भवति। सो परसवर्णः इति परेयः वर्णः, परेयः यै वर्णः, परेयः यै वर्णः तस्य सवर्ण आदेशः भवति। सो यै वर्णः यः परे अस्ति अनुस्वारस्य साक्षात् परे संहितायां यः यै वर्णः तस्य यै वर्णस्य सवर्ण आदेशः भवति। सो परे यै भवेत्, यै वर्णः भवेत्, अनन्तरं यै वर्णस्य ये सवर्णाः तेषु यः तुल्यतमः तस्य एव आदेशः अनुस्वारस्य स्थाने भवति। सो अनुस्वारस्य इति यः अत्र षष्ठ्यन्तं पदमस्ति सः स्थानीपदमस्ति, अतः अनुस्वार अपगच्छति तस्य स्थाने तत्र परसवर्ण आदेशः भवति। एतत् सूत्रद्वयं तत्र वयं गतसप्ताहे पठितवन्तः, इदानीं तत्र अस्मिन् सूत्रे यः परसवर्ण इति पदमस्ति तस्य कः अर्थः इति अत्र लिखितम् अनुच्छेदे तत्र दत्तम् अस्तु। इदानीं कः पठति, कः अथवा का पठति, कृपया प्रारम्भं करोतु। मञ्जरी भगिनी पठितुमिच्छति वा भगिनी? अहं पठामि। अनुस्वारस्य यै परसवर्णः, अत्र भगिनी परसवर्णः एतत्तु सूत्रं पठितवन्तः गतसप्ताहे, इदानीं परसवर्णः इत्युक्ते अनुस्वारोत्तर यः वर्णः तस्य सवर्ण, सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य स्थिताः, किं शब्दमस्ति, तस्य वर्णस्य वर्गे स्थिताः, वर्णस्य वर्गे स्थिताः ते। मम समीपे प्रिण्ट् औट् अस्ति न, इत्युक्ते किञ्चित् स्क्रीन् न दृश्यते वा? स्क्रीन् हा, स्क्रीन् तु दृश्यते परन्तु अहं चिन्ता मास्तु, प्रिण्ट् औट् अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवति, परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः, स्थानेन्तरतमः 1.1.50 सूचयति यत् यस्य स्थाने आदेशः भवति तस्य अन्तरतमः नाम सदृश आदिष्टः भवतु। वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव। अतः स्थानेन्तरतमः इत्यस्य सहायेन अनुस्वारस्य यै परसवर्णः इत्यतेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य पञ्च वर्गीयपञ्चम आदेशः भवति। नाम क ख ग घ इत्येषु कश्चन परे अस्ति चेत् अनुस्वारस्य स्थाने णकारादेशः, तथैव च छ ज झ इत्येषु कश्चन परे अस्ति चेत् यकारादेशः, टवर्गीय अस्ति चेत् नकारादेशः, पवर्गीय अस्ति चेत् मकारादेशः। यथा अङ्ग अङ्ग, मञ्च मञ्च, मन्ता मन्ता इति भवति। तावत् वदतु भगिनि। अनुस्वारस्य यै परसवर्णः इति सूत्रमस्ति, तत्र अनुस्वारस्य इति षष्टिविभक्तिः अस्ति तथा तस्य तत्तु स्थानी भवति, तस्य अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति यदि यै प्रत्याहारस्य वर्णः परे अस्ति चेत्, तथा सवर्णः नाम अनुस्वारोत्तरवर्तीयः वर्णः, तस्य वर्णस्य वर्गे स्थिताः ते। अनुस्वारस्य सवर्णवर्णः अस्ति पञ्चम वर्णः स्थानेन्तरतमः इति सूत्रेण, तथा अनुस्वारस्य स्थाने तस्य वर्गस्य पञ्चम सदस्यस्य आदेशः भवति। नाम क क अस्ति चेत् तस्य वर्गस्य पञ्चमवर्णः अस्ति ण, तदा ण आदेशः भवति। ख न च अस्ति चेत् ञ आदेशः भवति, म अस्ति चेत् न आदेशः भवति। म अस्ति चेत् किम्? न न प प फ भ भ न म अस्ति चेत् अनुस्वारः एव न म अस्ति चेत् तत्र एकं म तु कुत्रापि न भवितुं शक्नोति भगिनि। म न न मन्ता मन्ता तथ द हा मन्ता त त परसवर्ण अस्ति चेत् न आदेश तथ दध न मन्ता। एकं प्रश्नं पृष्टुमिच्छामि भगिनि, तत्र अनुस्वारस्य स्थाने तत्र कः आदेशः भवति? अनुस्वारः अपगच्छति तस्य स्थाने किम् आदेशः? परसवर्ण आदेशः भवति। परसवर्णः इत्युक्ते किम्? परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः तस्य सवर्णः वर्णः, तथा उदाहरणार्थं मन्ता अस्ति न, तथा तत्र अनुस्वारस्य अग्रिमवर्णः अस्ति त, तस्य वर्गस्य अन्तिम वर्णस्य आदेशः भवति। ख अस्ति चेत् यदि अनुस्वारस्य, तत्तु सत्यं भगिनि, सपोज् अनुस्वारस्य अनन्तरं द अस्ति तदा किम्? किं अनुस्वारस्य अनन्तरं तत्र थकारः अस्ति चेत्? थकारः अस्ति चेत् न आदेश थ इति स्थ इति थकारः आदेशः, न न अनुस्वारस्य अनन्तरं थ अस्ति चेत् थकारः अस्ति चेत् न आदेशः भवति. इत्युक्ते परसवर्णः इति वदामः चेत् अनुस्वारस्य परे कः वर्णः भवेत् तत्र अस्मिन् सूत्रे निमित्तं किं भगिनि? यै परे. सो अनुस्वारस्य प्रथमे तु तत्र अस्य सूत्रस्य प्रसक्तिः कदा भवति? अनुस्वारस्य साक्षात् परे तत्र यै वर्णः भवेत्. यै प्रत्याहारे तत्र के वर्णाः यै प्रत्याहारे? यै प्रत्याहारे हय रवट् ह वर्जयित्वा य प्रारम्भे य वर्णस्य य अन्तिमवर्णम्. सो द्वितीय यकारः इत्संज्ञक यकारः कस्मिन् सूत्रे आयाति? कपै. कपै अनन्तरं किं सूत्रम्? कपै तु द्वादशसूत्रमस्ति. तत् सत्यं भगिनि. कपै इति कपै यः अस्ति तत्र यकारः इत्संज्ञकः अन्ते. सो य आरभ्य हय आरभ्य हयवरट इति सूत्रम् आरभ्य कपै पर्यन्तं. सो कपै अनन्तरं किं सूत्रम्? शशसर् तत्र रकारः शशसर् अनन्तरं हल् चतुर्दशसूत्रं हल्. सो प्रथमे अपि यः हकारः तत्र माहेश्वरसूत्रेषु हकारः द्विवारम् आयाति. एकमस्ति हयवरट, द्वितीयमस्ति हल्. सो प्रथमे अपि ह विहाय अन्ते अपि ह, अन्तिमहकारः अपि न आयाति, प्रथमहकारः अपि न आयाति. सो कपाय पर्यन्तं य आरभ्य कपाय पर्यन्तं शश स अपि च ह विहाय सत्यम् उष्मान् विहाय सर्वाणि व्यञ्जनानि यै प्रत्याहारे. सो अनुस्वारस्य साक्षात् परे शश सः एतेषु चतुर्षु तत्र विहाय कोऽपि अन्यव्यञ्जनम् अस्ति चेत् तस्य व्यञ्जनस्य परसवर्ण सः परे भवेत्. किमर्थं चेत् सप्तमी अन्तम् अस्ति. सो अनुस्वारस्य परे यः यै वर्णः तस्य यै वर्णस्य एव सवर्ण आदेशः. यः परे वर्णः यथा तत्र अङ्गमध्ये अनुस्वारस्य परवर्णः अस्ति गकारः, यै प्रत्याहारस्य वर्णः, तदपि द्रष्टव्यं. गकारः यै प्रत्याहारे अस्ति वा नास्ति? अस्ति. अस्ति चेदेव एतत् सूत्रस्य प्रसक्तिः भवति. अनुस्वारस्य यै परस्वर्णः. सो अनुस्वारस्य संहितायां यै वर्णः अस्ति, अतः परसवर्ण इत्युक्ते परे यः वर्णः, परे यः गकारः, तस्य सवर्णः इति आदेशरूपेण आगन्तुं शक्यते. सो सवर्णानां ग्रहणं तत्र कथा तत्र तस्य विषये. सवर्णः इत्युक्ते किम्? स्थानेन्तरतमः इति सूत्रेण स्थानेन्तरतमः तु परिभाषासूत्रं भगिनि. परिभाषा सवर्णसंज्ञासूत्रं किं? येन सवर्णः इत्युक्ते किं वयं ज्ञातुं शक्यते? प्रयत्नं सवर्णं तुल्यस्य प्रयत्नं. तुल्यस्य प्रयत्नं सवर्णम् इति सवर्णसंज्ञासूत्रं. स्थाने अन्तरतमः इति परिभाषासूत्रं. संज्ञासूत्रं भिन्नं, परिभाषासूत्रं भिन्नं. सो गकारस्य सवर्ण आदेशः भवति. सो वयं तत्र गकारस्य सवर्णाः के के तदपि तत्र वयं तत्र जानीमः चेदेव तत्र आदेशः कर्तुं शक्यते. सो गकारस्य सवर्णाः के के भगिनि? गकारस्य सवर्णाः के के वर्णाः? तुल्यस्य प्रयत्नं सवर्णम्. यस्य वर्णस्य द्वयोः वर्णस्य उच्चारणस्थानम् अपि च आद्यान्तरप्रयत्नं समानम् अस्ति चेदेव सः एव सवर्णं सवर्णः इति उच्यते. सो गकारः कस्मिन् वर्गे अस्ति? अको अकुः विसर्जनीयानां. तत्तु सूत्रं नास्ति भगिनि. अकुः विसर्जनीयानां कण्ठः इति यः अस्ति तदेव वाक्यमेव. सः तु अहं चिन्तयामि कौमुदीकारेण भट्टोजी दीक्षित् न तत् अस्ति. तत् पाणिनिसूत्रं नास्ति, परन्तु तेन एव अकुः विसर्जनीयकण्ठः. सो अ अकारः अ कु इत्युक्ते कख गगण अपि च हकारः अपि च विसर्गः, तेषाम् उच्चारणस्थानं कण्ठम् अस्ति. परन्तु गकारस्य ते सर्वे वर्णाः सवर्णाः भवितुं शक्नोति वा भगिनि? गकारस्य सवर्णाः के के? वदतु भगिनि, गकारस्य सवर्णाः के के वर्णाः? अकारः विसर्गः. किं किम् अकारः? अकारः कखगम्य कवर्गाः, अकारः विसर्गः ग घ न अकारः विसर्गः. अकारः अपि च विसर्गः, एते सर्वे गकारस्य सवर्णः वा? सूत्रं किं, संज्ञासूत्रं किं भगिनि? कण्ठस्थानं तस्य केवलम् उच्चारणस्थानं तत्र लिखितं उच्चारणस्थानं. तत्तु सत्यं. सि अकुः विसर्जनीयकण्ठः इति यः सूत्रम् एतत् वाक्यमस्ति तेन किम्? पूर्णिमा भगिनी, एतस्य वाक्यस्य कः अर्थः? अकुः विसर्जनीय नाम कण्ठः, उच्चारणस्थानं कण्ठं भवति. सो अत्र बाह्यप्रयत्न उच्चारणस्थान द्वयमपि समानं भवेत् चेत् समानं भवति. सो अकुः विसर्जनीय नाम कण्ठः इति यः वाक्यम् अस्ति अत्र तु केवलं लिखितम् अकारस्य कु इति कवर्गीयव्यञ्जनानां हकाराणां विसर्गस्य कण्ठ इति उच्चारणस्थानम्. अस्मिन् वाक्ये किमपि न लिखितम् एते सर्वे सवर्णाः. सो गकारस्य अकारः कदापि सवर्णः न भवितुं शक्यते. किमर्थं चेत् तत्र सूत्रं किम् अस्ति? तुल्यस्य प्रयत्नं अपि च न अच्छलौ सवर्णाः. एतत् तस्य साक्षात् अनन्तरम् अस्ति निषेधकसूत्रम्. अच् अपि च हल् वर्णाः कदापि सवर्णाः न भवितुं शक्नोति. सो एस् कान्सोनेण्ट् केनाट् हेव् ए स्वर् एस् इट् इस् सवर्णः. सो न छलौ सवर्णाः इति तत्र निषेधकसूत्रं. प्रथमे महर्षि वदति तुल्यस्य प्रयत्नं सवर्णं मुखे, आस्य इत्युक्ते मुखे, मुखे यानि उच्चारणस्थानानि येषां ययौ वर्णयोः तत्र उच्चारणस्थानं समानम् अपि च आभ्यन्तरप्रयत्नमपि समानम् अस्ति चेद् एव ते सवर्णाः भवितुं शक्नोति. ककारः घकारस्य सवर्णं नास्ति, किमर्थम्? अत्र तु लिखितं वर्गीयव्यञ्जनेषु नकारः एव अल्पप्राण सत्यं क अपि च क्सि क ख एकनिमिषः प्रथमे तु स्वरः अपि च व्यञ्जनः ते सवर्णाः न भवितुं शक्नोति किमर्थं चेत् महर्षिणा एकं निषेधकसूत्रं दत्तं न अछलौ सवर्णाः अच् एण्ड् हल् केनाट् बि सवर्णः आफ् ईच् अदर् नाच्छलौ तत्र अच् अपि च हल् इदानीं तत्र क ख घ घ अपि च न सो तत्र क ख इति यः अस्ति क ख घ घ ङ प्रथम अपि च तृतीय द्वितीय चतुर्थः पञ्चमः क ख घ घ क ख घ क वन् एण्ड् थ्री आर् ते के वर्गीय प्रथम अपि च वर्गीय तृतीय अल्पप्राण अल्पप्राण अल्पप्राण वर्णाः सेकेण्ड् रो एण्ड् द फोर्थ् रो ख एण्ड् ग आर् महाप्राण दे आर् महाप्राण नकारः यः पञ्चमवर्णः सः अपि अल्पप्राण नकारः पञ्चमे वर्गीयपञ्चम व्यञ्जनः अपि अल्पप्राण एव सो घकारस्य उच्च एते सर्वाणि कण्ठ्यवर्णान् केवलम् उच्चारणस्थानं समानं भवेत् एव तत्र सवर्णः न भवितुं शक्नोति आभ्यन्तरप्रयत्नम् अपि द्रष्टव्यम् न केवलम् उच्चारणस्थानं समानं भवेत् आभ्यन्तरप्रयत्नमपि समानं भवति चेदेव वर्णयोः सावर्ण्यं तत्र वर्तते सो घकारस्य सावर्ण्यं के के वर्णाः ककारः अपि च नकारः सो परे यः अङ्गमध्ये यः परे घकारः अस्ति सः यै प्रत्याहारस्य वर्णः तस्य साक्षात् पूर्वे अनुस्वारः अस्ति अनुस्वारस्य यै परसवर्णः सो परे गकारः अस्ति गकारः तु न आगन्तुं शक्यते स्वयं तु न आगन्तुं शक्यते सो गकारस्य ये सवर्णाः ते एव आदेशरूपेण आगन्तुं शक्यते इदानीं गकारस्य तु अकारः सवर्णं न भवितुं किमर्थं चेत् हल् अस्ति अच् अस्ति तद् न भवितुं शक्नोति हकारः ऊष्मानः अपि अस्ति न केवलं सः हकारः अपि अल्पप्राणवर्णः हकारः अपि अल्पप्राण परन्तु हकारः ऊष्मानः अपि अस्ति अतः हकारः अपि न आगन्तुं शक्यते ककारः आगन्तुं शक्यते नकारः आगन्तुं शक्यते परन्तु अनन्तरं ककारः अपि च नकारः द्वयोः विषये तत्र ब्रह्म जायते कः एतदपि सवर्णं नकारः अपि सवर्णम् इदानीं तत्र कस्य सूत्रस्य कार्यं भगिनि स्थाने अन्तर्तमः इदानीं स्थाने अन्तर्तमः इति सूत्रस्य कार्यं किमर्थं चेत् आदेशः तु एकमेव वर्णस्य स्थाने अनुस्वारस्य स्थाने आदेशः आदेशेषु तत्र ककारः अपि आगन्तुं शक्यते नकारः अपि आगन्तुं शक्यते तु किं तत्र स्थापनीयम् अनुस्वारस्य स्थाने ककारः वा नकारः परन्तु इदानीं तत्र परिभाषासूत्रम् आगत्य सहायता करोति स्थाने अन्तर्तमः इदानीं स्थानीवर्णस्य तत्र ये स्वभावः यः स्वभावः तद् द्रष्टव्यं सो स्थानीवर्णः कः अस्मिन् सूत्रे भगिनि ऋणकारः अनुस्वारः नकारस्य तु अनुस्वारः अनुस्वारस्य उच्चारणस्थानं किं भगिनि अत्रापि अन्तर्तमः सो तुल्यतमः यस्य स्थाने स्थाने अन्तर्तमः इति सूत्रस्य कः अर्थः यस्य स्थाने आदेशः यत्किमपि सूत्रे यस्य स्थाने आदेशः तस्य अन्तर्तमः वर्णः एव आगन्तुं शक्यते अन्तरतमः इत्युक्ते तुल्यतमवर्णः. सो अनुस्वारस्य स्थाने आदेशः, अनुस्वारस्य तुल्यतमवर्णः कः, ककारः वा नकारः, कथं जानीमः? प्रथमे तु अनुस्वारस्य उच्चारणस्थानं किम्? अनुस्वारस्य उच्चारणस्थानं किम्? नासिका. केवलं कण्ठः अकुह विसर्जनीय, विसर्गस्य कण्ठः. अनुस्वारस्य नासिका, केवलं नासिका अस्ति. अनुस्वारस्य उच्चारणस्थानं नासिका अस्ति. इदानीं तत्र ककारस्य तु नासिका नास्ति, ककारः शुद्धकण्ठीयवर्णः. इदानीं नकारस्य वर्गीयपञ्चमवर्णः, तत्र उच्चारणस्थानं द्वयम्, एकमस्ति कण्ठः, द्वितीयमस्ति नासिका च. तत्र सूत्रमस्ति नासिका च. ये वर्गीयपञ्चमवर्णाः, तत्र पञ्चवर्गाः सन्ति वर्गीयव्यञ्जनेषु, तत्र पञ्चवर्णाः, पञ्चवर्गाः वर्गेषु. यः पञ्चमवर्णः तस्य न केवलं कण्ठः, यस्मिन् वर्गे सः पञ्चमवर्णः, न केवलं कण्ठः, नासिका च. नकारस्य नासिका च, कण्ठः अपि अस्ति परन्तु नासिका अपि अस्ति. अतः अनुस्वारस्य स्थाने अन्तरतमः कः, तुल्यतमः कः, ककारः वा नकारः? नकारः. सो अनुस्वारस्य अरे क ख ग ग एतेषु चतुर्षु वर्णः साक्षात् परे अस्ति चेत् एते सर्वे यै प्रत्याहारस्य वर्णः. क अपि यै प्रत्याहारे, ख ग ग एते सर्वे यै प्रत्याहारस्य वर्णः. सो अनुस्वारस्य परे क अथवा ख अथवा ग अथवा घ अस्ति चेत् तत्र सर्वदा नकारस्य, तस्य अनुस्वारस्य स्थाने नकारः एव आदेशरूपेण आगन्तुं शक्यते. एतेषु नकारः एव तुल्यतमवर्णः. अतः तथैव च छ ज ज ञ, च छ ज ज परे अस्ति चेत् तत्र सर्वदा अनुस्वारः अपगच्छति ञ इति आयाति. तदपि नासिका च, तस्यापि नासिका उच्चारणस्थानम् अस्ति. सो वर्गीयव्यञ्जनेषु वर्गीयव्यञ्जनः, कोऽपि वर्गीयव्यञ्जनः अनुस्वारस्य साक्षात् परे अस्ति चेत् तत्र अनुस्वारस्य स्थाने तस्य वर्गस्य पञ्चमवर्णः एव आदेशरूपेण आगन्तुं शक्यते इति परसवर्णः. परे यः वर्णः, अत्र पर अपि अस्ति, सवर्णः अपि अस्ति. अनुस्वारस्य साक्षात् परे यः वर्णः, तस्य सवर्णः इति परसवर्णः. सो यदा तत्र अनुस्वारस्य परे त थ द द न अस्ति चेत् तत्र नकारः एव आगन्तुं शक्यते. सो त थ द ध अस्ति चेत् वर्गीयपञ्चम नकारः अस्ति, तो अनुस्वारः अपगच्छति, तस्य स्थाने न आदेशः. अतः तत्र दन्त इति अस्ति. तो एतत् सर्वं परसवर्णः, परे यः यै प्रत्याहारस्य वर्णः तस्य सवर्णः, परे यः वर्णः तस्य सवर्णः आदेशरूपेण आगन्तुं शक्यते. अनन्तरं तत्र द्रष्टव्यं तस्य सवर्णः कः. सो इदानीं वयं जानीमः वर्गीयव्यञ्जनेषु कोऽपि व्यञ्जनः अनुस्वारस्य साक्षात् परे अस्ति चेत् सर्वदा तत्र वर्गीयपञ्चमवर्णः एव, तस्य वर्गस्य पञ्चमवर्णः एव आदेशरूपेण आगन्तुं शक्यते इति तत्र सर्वदा स्मर्तव्यम् इति परसवर्णः. सर्वैः अवगतं वा? अवगतम्. अस्तु भगिनी, धन्यवादः. अग्रे कः पठति? अनुस्वारस्य यै परसवर्णः. पूर्णिमा भगिनी पठति वा? भगिनि शेर् पठतु भगिनि. अनुस्वारस्य यै परसवर्णः परसवर्णः अष्टमाध्याये चतुर्थपादे अष्ट पञ्चाशत् पञ्चाशत् इति सूत्रेण अनुस्वारस्य तृतीयव्यञ्जनेषु परेषु तत्तत् वर्गस्य पञ्चमो वर्ण पञ्चमो वर्ण वर्ण वण इति अस्ति पञ्चमो वर्णादिशो भवति वर्ण आदेशो वर्णादेशो वर्णादेशो अत्र टङ्कणदोषः अस्ति भगिनि वण इति अस्ति वर्णादेशो भवति यकार वकारः लकार लकाराश्चपि यै प्रत्याहारे सन्ति किन्तु वर्गीयव्यञ्जनानि न तेषां का गतिः यवले परे तु अनुनासिकय्य वा ल इत्यादेशः भवति इति बोध्यम् इदानीम् अस्मिन् सूत्रे तत् अस्मिन् परिच्छेदे एकं प्रश्नम् अस्ति तत् किं भगिनि यै प्रत्याहारे यकारवकार लकार भवति तत्तु वर्ग्यव्यञ्जनः नास्ति तथा करणीयं तदा तत्र अनुनासिकयावाल इति आदेशः भवति इति एव प्रश्नः उत्तरः अपि तत्र एव दत्तमस्ति एकनिमिष इत्युक्ते सूत्रे यै प्र यै इति तत्र निमित्तमस्ति भगिनि श्रूयते वा ध्वनि मम ध्वनि श्रूयते वा यै प्रत्याहारे यै प्रत्याहारे न केवलं वर्गीयव्यञ्जनानि तत्र यवर ल अपि अस्ति रकारः अपि अस्ति यकारः वकारः लकारः अपि च रकारः परन्तु एते इदानीं पूर्वे उक्तं तत्र वर्गीयव्यञ्जनः अस्ति चेत् पञ्चमवर्णः आदेशरूपेण आगन्तुं शक्यते वर्गस्य पञ्चमवर्णः आदेशरूपेण आगन्तुं शक्यते इदानीं प्रश्नः यदि अनुस्वारस्य साक्षात् परे यकारः वकारः अथवा लकारः अस्ति चेत् किं करणीयं ते तु वर्गीयव्यञ्जनानि ते तु अवर्गीयव्यञ्जनानि सो तत्र किं करणीयम् इति प्रश्नः सो किं करणीयम् किं लिखितमस्ति यवले परे इत्युक्ते किं भगिनि यत्र यत्र यवल भवति तत्र तत्र किं करणीयं भवति चेत् तत्र किं करणीयम् इति प्रश्नः तत्र तत्र वर्णस्य अनुनासिक एव आदेशः भवति सत्यं सो यकारस्य सवर्णः केवलम् अनुनासिकयकारः वकारस्य सवर्णं केवलम् अनुनासिकवकारः रकारस्य लकारस्य अनुनासिकलकारः सो तत्र न केवलम् इदानीं तत्र प्रश्नः तत्र अनुनासिकव्यञ्जनानि कति इति प्रश्नः सो अनुनासिकव्यञ्जनानि यं चन्द्रबिन्दुः यत्र अस्ति तत्र तु अनुनासिकप्रभेदः सो अनुनासिकव्यञ्जनानि व्यञ्जनेषु अनुनासिकव्यञ्जनानि कति भगिनि त्रीणि न वर्गीय पञ्च भगिनि अष्ट भगिनि किं प्रश्नं किं भगिनि वर्णमालायां संस्कृतवर्णमालायाम् अनुनासिकव्यञ्जनानि कति कति सन्ति सवर्गः पवर्गः अनुनासिकव्यञ्जनानि के सन्ति अष्ट वर्गीयव्यञ्जनस्य पञ्चवर्णाः तेषां मन्दिभवन्तः यावला अपि अनुनासिका भवति अत्र किम् अनुनासिक इति चिन्तनं किमर्थं वयम् अनुनासिक इति चिन्तनम् अत्र कुर्मः? सत्यं। सो तत्र कण्ठ्यनकारः, तालुन्यकारः, मूर्धा नकारः, दन्त्यनकारः, मकारः, अपि च य व ल, य व ल इति अष्ट अनुनासिकव्यञ्जनानि सन्ति वर्णमालायाम्। अस्तु, इदानीं किमर्थम् अनुनासिकव्यञ्जनानां विषये चिन्तनं भगिनि? अनसूया भगिनि, पूर्णिमा भगिनी, पूर्णिमा भगिनी, तत्र अनुनासिकव्यञ्जनानां चिन्तनं किम् अस्मिन् किमर्थम् अत्र अस्मिन् परिच्छेदे? तत्र अनुस्वारस्य ययि परसवर्ण इति दत्तमस्ति, तत्र अनुनासिकस्य चिन्तनं करणीयं। यदि यकार वर्गस्य न, मम प्रश्नः कः भगिनि, तत्तु सत्यं, यु आर् आन् द रैट् ट्रेक्, बट् किञ्चित् तत्र सम्यक्तया उक्त वक्तव्यम्। अत्र अनुनासिक शृणोतु, अत्र अनुनासिकव्यञ्जनानां विषये किमर्थं तत्र चिन्तनं, किमर्थम् अस्माभिः चिन्तनीयम् अनुनासिकवर्णानां विषये? किमर्थं चेत् अत्र अनुस्वारः स्थानी वर्णः, यदा स्थाने अन्तरतमः इति सूत्रस्य उपयोगं करणीयं, तथा किम् अक्षरं तत्र तत् स्थाने आगच्छति इति चिन्तनं करणीयं, तथा अनुनासिक अनुस्वारस्य परसवर्णः इति सूत्र उपयोग सहायं करोति। तत्र अनुस्वारस्य ये परसवर्णः इत्युक्ते तत्तत् वर्गस्य पञ्चमवर्णः इति उक्तमस्ति, परन्तु यै प्रत्याहारे यावाला आगच्छति तत्र किं करणीयम् इति तदपि सूक्तम् उत्तरं दत्तमस्ति, अनुनासिकलकारवकारलकारस्य उपयोगं करणीयम् इति। किमर्थं चेत् अत्र अनुनासिकव्यञ्जनानां चिन्तनं तत्र किमर्थं करणीयं चेत् अत्र यः स्थानीवर्णः सः तस्य उच्चारणस्थानं नासिका अस्ति, सो नासिका अस्ति चेदेव तत्र अनुनासिकव्यञ्जनानां विचारः। किमर्थं चेत् नासिकावर्णस्य स्थाने तु केवलम् अनुनासिक, यस्य यस्य वर्णस्य नासिका इति उच्चारणस्थानं तदेव आदेशरूपेण आगन्तुं शक्यते। किमर्थं चेत् स्थाने अन्तर्तमः तुल्यतमवर्णः एव स्थानी स्थानी आगन्तुं शक्यते। सो अत्र स्थानीवर्णः नासिकावर्णः, अतः अनुनासिकवर्णानां चिन्तनम् आवश्यकम्। सो यदि सावर्ण्यं किमिति सावर्ण्यं तु यै प्रत्याहारस्य सवर्णाः के तत्तु सत्यं, परन्तु इदानीं सवर्णाः तत्र बहूनि सवर्णाः सन्ति चेत् आदेशरूपेण तु एकमेव आगन्तुं शक्यते, तस्य विचारः कथं करणीयः? कः आदेशेषु यदि एकस्य वर्णस्य स्थाने तत्र बहूनि आदेशाः सन्ति चेत् कथं तत्र चिन्तनं करणीयं, कः वर्णः आदेशरूपेण आगन्तुं शक्यते, तस्य विषये महर्षि वदति स्थाने अन्तर्तमः। सो यस्य स्थाने आदेशाः बहूनि आदेशाः सन्ति तस्य यः स्थानीवर्णस्य यः तुल्यतमवर्णः सः एव आदेशरूपेण आगन्तुं शक्यते, अतः तत्र यः अनुनासिक अनुस्वारस्य नासिका इति उच्चारणस्थानम् अनुस्वारस्य, तो तस्य तुल्यतमवर्णः तु अनुनासिक एव भवितुं शक्नोति, अतः वर्गीयव्यञ्जनेषु एकमेव वर्णः वर्गीयपञ्चमवर्णः तुल्यतमः। कस्य तुल्यतमः? स्थानी तुल्यतमः, अनुस्वारस्य तुल्यतमः, अतः तत्र नकारः, मूर्धन्यनकारः, दन्त्यनकारः, कण्ठनकारः इति आयान्ति। किमर्थं चेत् ते सर्वे अनुनासिकव्यञ्जनानि, तथैव यव ल परे अस्ति चेत् तत्र यं वं लम् इति तत्र ते एव सवर्णाः, यकारस्य सवर्णः सि, इचु यशानां तालु इचु यश य यकारः अपि च तालविषकारः तेषां तालु इति उच्चारणस्थानं परन्तु ते सर्वे यकारस्य सवर्णाः न शकारः उष्मान् वर्णः अपि च शकारः तत्र किमस्ति फ्रिक्टिव् खर् व्यञ्जनः सो य इति यः अस्ति अल्पप्राणव्यञ्जनः शकारः महाप्राणव्यञ्जनः अतः सवर्णः नास्ति यकारस्य केवलम् एकमेव सवर्णः तदस्ति अनुनासिक यकारः तथैव वकारस्य अनुनासिक वकारः इति सवर्णः लकारस्य अनुनासिक लकारः इति सवर्णः अतः स्वराणि तु सन्ति परन्तु महर्षिः वदति अच् एण्ड् हल् केनाट् बि सवर्णः ते अपि तत्र तेषाम् उच्चारणस्थानमपि परन्तु ते तु मृदु अपि च व्यञ्जन अल्पप्राण महाप्राण न भवितुं शक्नोति तेषाम् आभ्यन्तर प्रयत्नं विवृत् अस्ति स्वराणां विवृत् अस्ति चेत् ते न आगन्तुं शक्यते अन्यथा अपि न आगन्तुं शक्यते अच् एण्ड् हल् केनाट् बि सवर्णाः सो यदि अनुस्वारस्य साक्षात् परे यकारः तत्र अनुनासिक यकारः अनुस्वारस्य स्थाने आयाति अथवा तत्र वदतु तत् सूत्रं ना झलौ अस्ति अच् अपि च झल् वर्णः वा न तत्र तत्र सन्धिकार्यं भगिनि तत्र वर्णानां विच्छेदः तत्र पदानां विच्छेदः कुर्मः चेत् अच् अपि च हल् सो चकारस्य हकारे परे तत्र झ महाप्राणकारः तत्र केवलं पदन्तो पदमस्ति अच् अपि च हल् न अच् हलौ देट् इस् वै ऐ सेड् न अच् हलौ धन्यवादः अच् हलौ इति द्विवचने अस्ति अच् हल् केनाट् बि सवर्णाः अस्तु इदानीं मौनस्वरः पूर्णिमा भगिनि अग्रे सूत्रमपि पठतु भगिनि मौनस्वरः अष्टमाध्याये तृतीयपादे त्रयोविंशति सूत्रः पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलीपरे महा षष्ट्यन्तम् अनुस्वारः प्रथमान्तं द्विपदमिदं सूत्रं हलि सर्वेषाम् अष्टमाध्याये तृतीयपादे द्वाविंशति इत्यस्मात् हलि इत्यस्य अनुवृत्तिः पदस्य अष्टमाध्याये प्रथमपादे षोडशसूत्रम् इत्यस्य अधिकारः स तयोः मध्ये यवरकारौ अत्र आवादेशः तयोः यकारौ अचि संहितायाम् अष्टमाध्याये द्वितीयपादे एकशतं अष्टाधिकशतम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य महा अनुस्वारः इति संहितायाम् अनुस्वारसन्धिनियम पदान्तस्य मकारः भवति चेत् तत्र अनुस्वारः भवति इति यदा हलीपरे हलि व्यञ्जनाक्षरा अग्रे आगच्छति चेत् तत्र मकारस्य स्थाने अनुस्वारः भवति इति सूत्रस्य परे अच्वर्णः अस्ति चेत् परे अच्वर्णः अस्ति चेत् मकारः एव भवति अपि च अत्र पदस्य अत्र दृष्टतु अत्र पश्यतु भगिनि पदस्य इति अत्र पदः इत्युक्ते किं भगिनि? सुप्तिगन्तं पदं यस्य पदसंज्ञा अस्ति तादृश, यदि प्रथमे तु सः पदं भवेत्, सुप्तिगन्तं पदम् इति यः अस्ति प्रथमे, यत्र यत्र मकारस्य अनुस्वार आदेशः तत्र तादृश शब्दसमूह पदं भवेत्, सुप्तिङन्तं पदं, सुबन्तपदं वा तिङन्तपदं भवेत्, तस्मिन् पदे अन्ते मकारः भवेत्। यदि तत्र तादृश मकारस्य यस्य पदसंज्ञा अस्ति तस्य परे कोऽपि हल् वर्णः अस्ति किम् अनुस्वारादेशः भवति, मकारः अपगच्छति तस्य स्थाने अनुस्वारादेशः भवति केवलं हलिपरे। सो अत्र निमित्तं साक्षात् दत्तं, हलि इति सप्तमी अन्तं पदम् अस्ति, सो परे हल् वर्णः अस्ति चेदेव मकारस्य पदान्तमकारस्य पदस्य अन्ते यः मकारः, इत्युक्ते पदान्तमकारस्य तत्र हलिपरे अनुस्वारादेशः भवति इति तत्र किं सूत्रं, मोनुस्वारः इति सूत्रं। महोदय पदान्त इति न लिखितं खलु, पदस्य मह अनुस्वारः इति अस्ति। परन्तु तत्र कथं जानीमः अन्ते अस्ति, अत्र मह इति षष्ठ्यान्तम् अस्ति, अनुस्वारः पदस्य सि अत्र अत्र एकम् अन्यत् सूत्रस्य आवश्यकता, तदस्ति येन विधि तदन्तस्य इति सूत्रं। किमर्थं येन विधि तदन्तस्य इति सूत्रं किं वदति? पूर्वे अपि पठितवन्तः अस्माभिः, अस्माभिः एतत् सूत्रं पठितं, ये ये किं येन विधि तदन्तस्य, तदन्तविधि कदा भवति इत्युक्ते अत्रापि तदन्तविधिः, यः मकारः अत्र लिखितं मह स्थाने अनुस्वारः हलि परे इति लिखितम्, अपि च सः मकारः पदस्य मकारः भवेत् तावदेव लिखितम्। अत्र लिखितं पदस्य यः मकारः यस्य शब्दसमूहस्य पदसंज्ञा अस्ति तस्य पदस्य यः मकारः मकारस्य हल् वर्णः परे अनुस्वारादेशः भवति। सपोज् कस्यचित् तिङन्तपदस्य अपि च सुबन्तपदस्य मध्ये मकारः, सः मकारः तस्मिन् पदे कुत्रचित् मध्ये अस्ति, तत्र एतत् सूत्रस्य प्रसक्तिः अस्ति वा इति प्रश्नः, प्रश्नः समीचीनमेव। तत्र कथं पदान्तस्य मकारस्य इति भवति, अत्र तु किमपि अन्तम् इति न लिखितम्, मोनुस्वारः इति सूत्रे तु केवलं लिखितं पदस्य मह अनुस्वारः प्रथमान्तम् अस्ति, आदेशः अस्ति हलि, सप्तमी अन्तं पदः अस्ति संहितायाम् इति अधिकारः। सो मह स्थानी अपि च हल् वर्णस्य संहितायां तत्र मह पदस्य मकारस्य अनुस्वारः, सो येन विधि तदन्तस्य इति सूत्रस्य कः अर्थः इति प्रश्नः। कोऽपि जानाति वा येन विधि तदन्तस्य? एतत् सूत्रं सर्वदा स्मर्तव्यं, तदन्तविधि कदा भवति? अत्रापि तदन्तविधिः इत्युक्ते तदन्त इत्युक्ते अन्त्यविधि, मकारः अन्ते एव भवेत् तदा एव विधिः, तदा एव कार्यं करणीयं, कार्यं किम्? अनुस्वारः। सो तदन्तविधि अस्ति चेत् कथं जानीमः? सूत्रस्य अनुवृत्तिसहितसूत्रं पश्यामः चेत् तत्र एव प्रश्नस्य उत्तरः। तदन्तविधिः यत्र यत्र अस्ति तत्र विशेषणविशेषभावः पूर्वे अपि पठितं। सो यस्मिन् सूत्रे प्रायशः सामान्यरूपेण यस्मिन् सूत्रे कश्चित् विधि अस्ति चेत् तत्र विशेषणविशेषभावः दृश्यते चेत् तत्र सर्वदा सामान्यनियमेन तत्र तदन्तविधिः करणीयम्। अत्रापि पदस्य मह इति अत्र विशेषणविशेषभावः महषष्ठ्यन्तमस्ति, पदस्यापि षष्ठ्यन्तम्. सो हि इस् स्पेसिफिक्लि यूसिङ्ग् द पदस्य इति तत्र अधिकारः. सो हि हेस् पुट् दिस् षष्ठ्यन्तं. दिस् स्य इस् नाट् जस्ट् हि वाण्टेड् टु, हि कुड् हेव् सेड् पदः आर् तत्र किमपि अन्यत्. बट् हियर् वि सी द विशेषणविशेष्यभावः. अनुस्वारः इस् अ प्रथमान्तं पदं. सो एतत् विशेषणं नास्ति. हलि इस् अ सप्तमी अन्तं. संहितायाम् इस् आल्सो तत्र विषयसप्तमी सप्तमी अस्ति. अतः अत्र कुत्र विशेषणविशेष्यभावः? पदस्य मह. सो यस्मिन् यस्मिन् विधिसूत्रे विशेषणविशेष्यभावः दृश्यते तत्र प्रथमे किं चिन्तनम्? तदन्तविधिः, अन्ते विधिः, अन्ते कार्यं करणीयम्. अतः पदस्य मह यः अस्ति सः मह अन्ते अस्ति चेदेव विधिः, नास्ति चेत् न करणीयम्. अस्य सूत्रस्य प्रसक्तिः नास्ति. अत्र दृश्यतु अस्मिन् करपत्रे तु तत्र न लिखितं, परन्तु अहं चिन्तयामि तत्र कुत्रचित् एतत् सूत्रं पुनः आयास्यति. सो अत्र तदन्तविधिः मोनुस्वारः अत्र लिखितम्. अत्रापि न लिखितम्. सो यत्र यत्र विशेषणविशेषभावः विशेषणेन निर्दिष्टः विधिः, तं विशेषणं स्वीकृत्य अपि भवति, तदन्त स्वीकृत्य अपि भवति. सो अत्र तदन्तविधिः अस्ति. सो यत्र यत्र विशेषणविशेषभावः यदि सूत्रे स्थानिनः निर्देशार्थं किञ्चित् विशेषणं निर्दिष्टम् अस्ति तर्हि तेन सूत्रेण निर्दिष्टः विधिः विशेषणस्य विषये तु अवश्यमेव प्रयुज्यन्ते, परन्तु तद्विशेषणं यस्य अन्ते विधीयते तादृशशब्दस्य विषये अपि प्रयुज्यते इति लिखितम्. सो एतस्य सूत्रस्य नाम एव तदन्तविधिः. सो तदन्तविधिः इत्युक्ते विशेषणं यस्य अन्ते अस्ति. इदानीं तत्र प्रश्नः, अत्र स्क्रीन् दृश्यते वा? अत्र विशेषणं किं, विशेष्य किम् इति प्रश्नः. वदतु, कोऽपि वदतु. अत्र विशेषणं किं, विशेष्य किं? सि लोके सामान्यतया वयं विशेषणं पदस्य मह मह पदस्य मह इति विशेषणविशेष्य. न, अत्र विशेषणं किं, विशेष्य किम्? अत्र तु विशेषणविशेष्यभावः अस्ति, तत् सत्यं, परन्तु इदानीं प्रश्नः विशेषणं किं, विशेष्य किम्? पदान्तस्य इति, पदान्तस्य इति विशेषणम्, अनुस्वारस्य इति विशेष्यम्. मह इति विशेषणं, मह सत्यम्. अत्र मह इति विशेषणं कि लोके अत्र विशेषणं प्रथमे आयाति, विशेष्य अनन्तरम् आयाति, परन्तु सूत्रेषु तादृशचिन्तनं नास्ति. इट् केन् बी इन् द रिवर्स् आर्डर् आल्सो, बट् वी हेव् टु सी वट् इस् विशेषणम् एण्ड् वट् इस् विशेष्य. अस्मिन् सूत्रे तु मह एव विशेषणम् इति भाति. सो मह विशेषणम् अस्ति चेत् सः मकारः केवलं पदः, यदि सपोज् किमपि सूत्रद्वारा तत्र मकारः एव तस्य पदसंज्ञा अस्ति. सो यदि तत्र तादृशपदम् अस्ति यत्र केवलं मकारः अस्ति, तत्रापि अपि च तस्य मकारस्य म इति तस्य पदसंज्ञा अस्ति, तत्रापि एतत् कार्यं भवितुं शक्नोति. परन्तु यस्य शब्दसमूहस्य अन्ते मकारः अपि च तस्य शब्दसमूहस्य पदसंज्ञा अपि अस्ति, तत्र प्रायशः कार्यं भवति इति सूत्रस्य अर्थः. सो अत्र मह इति यः अस्ति षष्ठ्यान्तं, सः विशेषणं पदस्य इति विशेष्य कीदृशपदस्य मह यस्य पदस्य अन्ते महास् मकारः अस्ति तादृशपदस्य एव अनुस्वार तस्य मकारस्य स्थाने विशेषणस्य स्थाने अनुस्वारादेशः अतः येन विदितदन्तस्य सूत्रेण किं यत्र यत्र प्रथमेतो तत्र विशेषणविशेष्यभावः भवेत् विधिसूत्रे अपि च तत्र किमर्थः सः तादृशविधिः यस्मिन् विशेषणविशेष्यभावः तादृशविधिः न केवलं विशेषणस्य स्थाने भवति यस्य अन्ते सः विशेषणम् अस्ति तत्रापि भवति सो अन्ते तदन्तविधिः अस्ति सो मकारः अन्ते एव भवेत् इति तत्र सूत्रस्य अर्थः यथा तत्र अङ्गस्य इकः अङ्गस्य वृद्धिः इतः इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः सो न केवलं यत्र इक्रूपी अङ्गम् अस्ति इत्युक्ते तत्र ई इति धातुः अस्ति चेत् तत्रापि कार्यं परन्तु महर्षिः केवलं तद् न तदेव न इच्छति महर्षिः इच्छति यस्य धातुः अन्ते इकवर्णः तत्रापि कार्यं भवेत् सो भू इति यः अस्ति तत्र भकारः अपि अस्ति परन्तु भकारस्य अन्ते इकवर्णः अस्ति सो तत्रापि गुणकार्यं भवति अतः येन विधि तदन्तस्य इति सूत्रेण न केवलं यः विशेषणं विशेषणस्य स्थाने कार्यं परन्तु तादृशविशेषणं यस्य अन्ते विधीयते तत्रापि कार्यं करणीयम् इति येन विधि तदन्तस्य सूत्रस्य अर्थः सो प्रथमे तत्र विशेषणविशेष्यभावः भवेत् अपि च तत्र यः विशेषणं तस्य सः अन्ते अस्ति चेत् किमर्थं चेत् तदन्तविधिः अन्ते विधिः भवति विशेषणम् अन्ते अस्ति चेदेव तत्र अनुस्वारादेशः भवति अथवा तत्र अन्यथा तत्र नश्च पदान्तस्य सूत्रस्य कोऽपि आवश्यकता एव नासीत् न तत्र नश्च पदान्तस्य जल्लि अपदान्तमकारस्यापि अनुस्वारादेशः भवति परन्तु केवलं जलिपरे हलिपरे न तत्र जलिपरे इति भवति सो परन्तु यः पदान्ते मकारः अस्ति तस्य तु यत्किमपि हलवर्णः परे अस्ति चेत् तस्य अनुस्वारादेशः भवति यथा अत्र लिखितम् उदाहरणमपि दत्तम् सो अत्र कथं जानीमः मकारः अन्ते एव भवेत् पदान्ते भवेत् इत्युक्ते येन विधि तदन्तस्य अत्र विशेषणविशेष्यभावः अतः अत्र तदन्तविधिः यत्र यत्र विशेषणविशेष्यभावः तत्र प्रायशः तदन्तविधिः भवति सामान्यनियमेन तत्र तदन्तविधिः अन्ते विधिः भवति न तु मध्ये अपि च कुत्रचित् आदौ केवलम् अन्ते विधिः भवति अत्र विधिः अस्ति आदेशविधिः मकारः अपगच्छति तस्य स्थाने अन्ते स्थितं मकारः सः अपगच्छति तस्य स्थाने अनुस्वारादेशः भवति चेतना भगिनी अवगतं वा भगिनि आं भगिनि भगिनी अनुस्वारः विशेष्यम् अस्ति वा न अनुस्वारः तु प्रथमान्तं पदं न अनुस्वारस्य विषये तु विशेषविषयभावः नास्ति पदस्य मह सो मह इति यः अस्ति सः विशेषणं पदस्य इति विशेष्य सो पदस्य मह अस्तु अवगतम् धन्यवादः धन्यवादः अग्रे पठतु भगिनि अत्र उदाहरणम् अस्ति चेतना भगिनि पठतु गृहं योग च गृहं च इत्युक्ते अत्र गृहम् इति यः अस्ति नपुंसकलिङ्गपदं प्रथमविभक्ति एव वचनं सो अस्य पदसंज्ञा अस्ति गृहम् इति तस्य सुबन्तपदमस्ति अतः पदसंज्ञा अस्ति अपि च मकारः अन्ते अस्ति सो मकारस्य स्थाने अनुस्वारादेशः गृहं किमर्थं चेत् च इति परे अस्ति यदि गृहम् आयाति इति लिखितमस्ति तत्र न भवति तत्र प्रायशः वर्णमे तत्र वर्णमेलनं वयं तत्र एकत्र कृत्वा वयं प्रायशः तत्र लिखामः, परन्तु यदा तत्र मा योग आ भवति इत्युक्ते वि रैट् दट् टुगेदर्, गृहम् आयाति, सो वि रैट् इट् टुगेदर्. सो हलिपरे एव अनुस्वारः तत्र करणीयम्. स्वरवर्णः परे अस्ति चेत् यू हेव् टु रैट् मकारः ओन्लि, बिकास् तत्र मकारस्य अनुस्वार आदेशः न भवति, कोऽपि सूत्रं नास्ति तादृशं. सो मकारस्य यः चन्द्र यः बिन्दुरूपेण तत्र अनुस्वारः आयाति सः केवलं हलिपरे एव कार्यम्. अग्रे सूत्रमपि पठतु भगिनि. वा पदान्तस्य अष्टमाध्याये चतुर्थपादे पञ्च एकोनषष्टि और् यु केन् से नवपञ्चाशतं सूत्रम्. पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे. अनुस्वारस्य ययि परे पदान्तस्य अनुस्वारस्य परसवर्णादेशः वा भवति ययि परे. सम्पूर्णपरिच्छेदं पठतु भगिनि. अनुस्वारस्य ययि परसवर्णः इत्यस्य बाधकसूत्रम्. अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः. वा अव्ययपदं पदान्तस्य षष्ट्यन्तं द्विपदमिदं सूत्रम्. सो अनुस्वारस्य परे यै प्रत्याहारस्य वर्णः अस्ति चेत् अनुस्वारस्थाने किं विकल्पः? परसवर्ण आदेशः न, परे यः यै प्रत्याहारस्य वर्णः तस्य सवर्ण आदेशः भवति. पदान्तस्य अनुस्वारस्य परसवर्ण इत्युक्ते भगिनि पूर्वं किं पठितम्? अपदान्त अनुस्वारस्य एव तत्र यै परे तत्र परसवर्ण. इदानीं सः वदति पदान्तस्य अपि पदान्तस्य अनुस्वारस्य पूर्वे तु अपदान्त अनुस्वारस्य तत्र किमपि पदं न लिखितं, तत्र केवलं लिखितम् अनुस्वारस्य यै परसवर्णः. सो अत्र अनुस्वारः पदान्ते अस्ति वा अपदान्ते अस्ति वा इति किमपि न लिखितम्. अत्र केवलं लिखितम् अनुस्वारस्य परे कोऽपि यै वर्णः अस्ति, सः यै वर्णः अपदान्ते अस्ति पदान्ते अस्ति इति किमपि न लिखितम्. सो तत्र अनुस्वारस्य परे कोऽपि यै प्रत्याहारस्य वर्णः अस्ति चेत् तत्र परसवर्ण आदेशः भवति. सो इति तु औत्सर्गिकसूत्रम्. सो अनुस्वारस्य अनेन सूत्रेण किम्? अनुस्वारस्य परे कोऽपि यै प्रत्याहारस्य वर्णः अस्ति चेत् तत्र सर्वदा तत्र किं परसवर्ण आदेशः भवति इति एतत् सूत्रं वदति. इदानीं वदति वा पदान्तस्य. सो पदस्य अन्ते अनुस्वारः अस्ति चेत् अत्र यथा अत्र गृहञ्च इति यः अस्ति पदस्य अन्ते अनुस्वारः. सो वी केन् रैट् इट् वित् द तालुन्यकारः रूपेण अपि लेखितुं शक्यते, परन्तु एतत् रूपेण अपि लेखितुं शक्यते. किमर्थं चेत् वा विकल्पः अस्ति, परन्तु मध्ये अस्ति चेत् यथा तत्र अङ्ग पूर्वे दृष्टं, मध्ये अस्ति चेत् मध्ये विकल्पः नास्ति, तत्र करणीयं परसवर्ण आदेशः तत्र करणीयं. मध्ये अनुस्वारः अस्ति, तस्य परे यै प्रत्याहारस्य वर्णः अस्ति चेत् तत्र सर्वदा परसवर्ण आदेशः करणीयं. संस्कृतभाषायां हिन्दीभाषायां वी पुट् इट् लैक् दिस् ओन्लि, वी रैट् द अङ्ग like with an anuswara only. But Sanskrit Bhashayam, we cannot write like this because this is a Nityakaryam. Anuswarasi yai parasavarnaha iti sutrena yaha karyam bhavati tat nitya bhavati. Parantu tasya badak sutram asti padantasya va padantasya. So padasya ante anuswaraha asti che tatra vikalpaha. Madhya asti che madhya vikalpaha nasti. मध्ये तो कार्यं करणीयं परन्तु पदस्य अन्ते अन्ते अनुस्वारः अस्ति चेत् तत्र अस्माकं विवक्षानुसारं तत्र सर्वदा रूपद्वयमेव साधुरूपं गृहं गृहं च लिखामः चेदपि साधु गृहं गृहं च इति लिखामः तदपि साधु अनुस्वारस्य तत्र ञ तालु ञकारः इति आदेशः भवितुं शक्नोति च छ ज ज ञ ञ एव परसवर्णः सो तद्रूपमपि साधु ग्रहं च इति लिखामः तदपि साधुः किमर्थं चेत् वा इति पदमस्ति सो विकल्पः अस्ति कुत्र केवलं पदान्ते विकल्पः मध्ये विकल्पः नास्ति इति तस्य अर्थः अवगतं वा भगिनि अस्तु भगिनि अत्र लिखितम् अत्रापि पठतु अनुस्वारस्य ययि परस्वर्णः इत्यस्य बाधकसूत्रम् अनन्तरं पठतु किं लिखितम् अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः इत्युक्ते नित्यः कुत्र अस्ति अपदान्ते अस्ति चेत् सो अपदान्ते नित्यकार्यं परन्तु पदान्ते विकल्पः वैकल्पिकः अस्माकम् इच्छानुसारेण रूपद्वयं तत्र साधु वा इत्युक्ते विकल्पः इति अर्थं वा भगिनि परन्तु लेखननियम इति अस्ति खलु तत्र तु पदान्ते मकारः अस्ति चेत् अग्रे व्यञ्जन अस्ति चेत् अनुस्वारः एव भवेत् इति लेखननियमे अच्वर्णः नास्ति चेत् हल्वर्णः अस्ति चेत् इति पाठितवन्तः इदानीं तु विकल्पेन इति वदति इदानीं नेक्स्ट् स्टेप् मकारस्य विषये नास्ति एतत् सूत्रं वा पदान्तस्य कस्य विषये अनुस्वारस्य विषये इदानीं यदा तत्र वयं गृहं च इति सूत्रे तत्र सर्वदा मकारस्य हल् वर्णे परे अनुस्वार आदेशः भवति तत्तु नित्यकार्यम् मोनुस्वारः इत्यनेन मकारस्य पदान्तमकारस्य अनुस्वारादेशः भवति तस्य विषये कोऽपि विकल्पः नास्ति हलिपरे सो अचिपरे तत्र मकारः एव तिष्ठति परन्तु यदा तत्र हल् वर्णः आयाति तत्र तु अनुस्वारादेशः भवति इदानीं द्वितीय वदति इदानीं वदति यः मकारस्य स्थाने अनुस्वारादेशः तस्य विषये अपि विकल्पः सः पदान्ते अस्ति सो पदान्ते अस्ति चेत् वी केन् पुट् इट् लैक् दिस् ओन्ली गृहं च विद् अनुस्वारः आर् वी केन् चेञ्ज् दिस् अनुस्वारः इन् टु तालु न्यकारः सो द्वयमपि साधु नौ नौ दिस् वा पदान्तस्य इस् विद् रेस्पेक्ट् टु अनुस्वारः वाट् टु डू वित् दिस् अनुस्वारः सर्वैः अवगतं वा आं भगिनि यदि भ्रमः अस्ति चेत् कृपया पृच्छतु अनुस्वारस्य अनुस्वारस्य ययि परसवर्णः सूत्रस्य अपवादसूत्रमस्ति वा पदान्तः अनुस्वारस्य ययि परसवर्णः इति सूत्रे किमपि न लिखितम् अनुस्वारः अत्र विशेषणविशेषभावः अपि नास्ति भगिनि अनुस्वारसि ययि परसवर्णः सो अत्र तदन्तविधिविषये अपि किमपि नास्ति सो यत्र अनेन सूत्रेण अनुस्वारसि ययि परस्वरः इति सूत्रेण किम् अवगम्यते अनुस्वारः यत्र कुत्रापि भवेत् तस्य परे यदि कोऽपि यै प्रत्याहारस्य वर्णः अस्ति चेत् अनुस्वारस्य स्थाने तत्र परसवर्ण आदेशः भवति इदानीं महर्षिः वदति वा पदान्तस्य वा पदान्तस्य इत्युक्ते तत्र पदान्ते अनुस्वारः अस्ति चेत् तस्य विकल्पेन यै वर्णः, अत्र सम्पूर्णसूत्रस्य अनुवृत्तिः अस्ति, अनुस्वारस्य यै परस्वर्णः इति त्रयाणां पदानाम् अस्मिन् सूत्रे अनुवृत्तिः. सो अनुस्वारस्य यै परस्वर्णः वा पदान्तस्य इति भवति. सो अनुस्वारस्य पदान्तस्य अनुस्वारस्य इति तत्र विशेषणविशेषभावः, कीदृश अनुस्वारस्य पदान्तस्य अनुस्वारस्य. सो पदस्य अन्ते अनुस्वारः अस्ति चेत् तस्य विकल्पेन यै विकल्पेन परसवर्ण आदेशः भवति. सो विकल्पं किं, फस्ट् विकल्प इस् वी केन् इत्युक्ते तत्र एतत् रूपमपि साधु, परन्तु यदि अहं तत्र एतारीत्या लिखामः तदपि साधु. गृहञ्च अनुस्वारस्य पदस्य अन्ते अस्ति, अतः तस्य परसवर्णचकारः अस्ति, च छ ज ञ इति तस्य सवर्णम् अस्ति, चकारस्य सवर्णानि तत्र बहूनि सन्ति चेत् केवलम् अनुस्वारस्य स्थाने तु ञ एव आगन्तुं शक्यते, अतः ञ आयाति चेत् एतत् रूपमपि साधु, एतत् रूपमपि साधु. सो वेदर् ऐ एम् रैटिङ्ग् इट् लैक् विद् एन् अनुस्वारः तदपि साधु, बिकास् विकल्पेन कार्यं, नित्येन कार्यं, नित्यकार्यं नास्ति. बट् इफ् ऐ रैट् इट् विद् लैक् दिस् देन् आल्सो इट् इस् साधुरूपम् एव, तत्र कोऽपि दोषः नास्ति इति सूत्रं वदति. सो पदान्तस्य अनुस्वारस्य अपि परसवर्ण आदेशः भवति यै परे, परन्तु विकल्पेन, तत्र विकल्पः अस्ति. परन्तु इत्युक्ते अनेन सूत्रेण एव ज्ञातुं शक्यते, मध्ये अनुस्वारः अस्ति चेत् तत्र नित्यकार्यं, केवलं पदान्ते एव अनित्यकार्यम् इति तस्य अर्थः. अवगतं वा भगिनि? वा पदान्तस्य इति सूत्रम् अनुस्वारस्य विषये एव वदति. सो अनुस्वारस्य पदान्तस्य अनुस्वारस्य अत्र लिखितं, प्रथम वाक्ये एव लिखितं कीदृश अनुस्वारस्य, पदान्तस्य अनुस्वारस्य परसवर्ण आदेशः वा भवति, विकल्पेन भवति यै परे. निमित्तमपि समानम्, आदेशमपि समानं, केवलं पदान्ते अस्ति चेदेव विकल्पः, तेन एव अवगन्तुं शक्यते. मध्ये विकल्पः नास्ति, कुत्रचित् मध्ये अस्ति चेत् तस्य परे यै प्रत्याहारस्य वर्णः अस्ति चेत् तत्र सर्वदा कार्यं नित्येन करणीयं, केवलं पदान्ते एव विकल्पः इति सूत्रस्य अर्थः. गिरिजा भगिनी वदतु भगिनि. पदे नित्यं, पदान्ते विकल्पेन. किं भगिनि पुनः वद? पदे नित्यं, पदान्ते विकल्पेन. पदे नित्यं, पदान्ते विकल्पेन इत्युक्ते पदस्य कुत्रचित् मध्ये पदान्तविहाय कुत्रचित् अन्यत् अस्ति चेत् तत्र विकल्पेन भवति, नित्येन भवति, केवलं पदान्ते विकल्पः, मध्ये विकल्पः नास्ति. इत्युक्ते सि भगिनि, यदि वयम् उपसर्ग योजयामः, उपसर्गे तत्र अनुस्वारः अस्ति चेत् तत्र उपसर्गे समासकार्यं नित्यकार्यं, नित्येन करणीयम्. अग्रे अस्ति, अग्रे तस्य विषये एव लिखितम्, चय्यवलविषये अस्ति. अपि च सम् इति उपसर्ग, सि सम् इति उपसर्गे अन्ते मकारः अस्ति. सम् इति उपसर्गः कुत्र आयाति? पदस्य पूर्वे आयाति. सो यदा तत्र उपसर्ग योजयामः तत्र कार्यं नित्येन, सन्धिकार्यं नित्येन करणीयं, नित्यकार्यम् अस्ति. सो त्रिषु स्थलेषु सन्धिकार्यं नित्येन करणीयम्, अतः तत्र अपि च सि मोनुस्वारः इत्यनेन किं पदस्य मकारस्य सो शब्दसमूहस्य पदसंज्ञा अपि भवेत् तदा एव मकारस्य अनुस्वारादेशः भवति यथा अत्र सम् इति उपसर्गः अस्ति मकारस्य अत्र अनुस्वारः दृश्यते परन्तु केन सूत्रेण मोनुस्वारः किमर्थं चेत् उपसर्गस्य अपि पदसंज्ञा अस्ति व्याकरणे सर्वेषां प्रादीनां तत्र उपसर्ग पदसंज्ञा अस्ति अतः मोनुस्वारः इति सूत्रम् अत्र कार्यं कर्तुं शक्यते हल्वर्णः परे अस्ति यकारः परे अस्ति किमर्थं चेत् सम् इति एकम् उपसर्गः उपसर्गस्य पदसंज्ञा अस्ति सो इदानीं पदस्य मह अनुस्वारादेशः सो पदस्य मकारः अन्ते अस्ति तस्य पदस्य अन्ते अस्ति अतः अनुस्वारादेशः भवितुं शक्नोति सो यत्र यत्र पदान्तस्य मकारस्य अनुस्वारादेशः भवति तत्र तस्य शब्दसमूहस्य पदसंज्ञा भवेत् पदस्य अधिकारः अस्ति सुप्तिङन्तं पदं सो सर्वे प्रादिगणः यः प्रादिगणः तत्र द्विविंशति ये उपसर्गाः तेषां पदसंज्ञा अस्ति अतः एव तत्र किं समासः भवति अव्ययीभाव समासः किमर्थं पदानाम् एव तत्र समासः भवति अस्तु अग्रे पठामः गिरिजा भगिनी अग्रे पठति वा पदान्तस्य अनुस्वारस्य विषये विकल्पः न तु मकारस्य विषये विकल्पः सो वा पदान्ते इति तत्र स्थानिवर्णः अनुस्वारः एव न तु मकारः मने ध्वनि श्रूयते वा आं भगिनि गिरिजा भगिनी अस्ति वा भगिनि नो चेत् अनुसूया भगिनी अनुसूया भगिनी अग्रे पठति वा भगिनि पठतु अनुस्वारस्य एयि परसवर्णः अष्टमाध्याये चतुर्थपादे अष्टपञ्चाशीति इत्यस्य पूर्णतया अनुवृत्तिः तयोर्व्या वचि संहितायाम् इत्यस्मात् अष्टमाध्याये द्वितीयपादे अष्टाधिकशतकम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं पदान्तस्य अनुस्वारस्य त्वा परसवर्णः यै संहितायाम् वा पदान्तस्य विषये एव लिखितम् अस्तु ऐ थाट् दिस् एण्ड्स् ओवर् हियर् सो वा पदान्तस्य सूत्रस्य सम्पूर्ण अनुवृत्तिसहितसूत्रं किम् पदान्तस्य अनुस्वारस्य वा परसवर्णः यै संहितायाम् इति सूत्रमस्ति संयमः परन्तु अत्र संहितायां नास्ति खलु महोदय सम् उपसर्गः अस्ति यमः प्रत्येक वर्णसमूहः अस्ति खलु यमः इति एकं पदमस्ति सो अत्र संहिता कस्य विषये कस्य मध्ये संहिता भवेत् सन्धिकार्यं सर्वदा संहितायामेव भवति कोऽपि मध्ये किमपि व्यवधानम् अस्ति चेत् कार्यं न भवति अत्र ययि इति यः सप्तमी अन्तम् अस्ति अत्र निमित्सप्तमी परसप्तमी सो अनुस्वारस्य साक्षात् परे यै वर्णः भवेत् संहिता भवेत् कयोः अनुस्वारस्य अपि च यै वर्णस्य मध्ये संहिता अस्ति चेदेव कार्यं सम् अपि च मध्ये किमपि अन्यत् कोऽपि उत्सर्गः अस्ति चेत् कार्यं न भवति अधिकयमः संयमः रूपद्वयम् अत्र लिखितं भगिनि किमर्थम् अत्र रूपद्वयं लिखितम् अनुस्वारस्य यै परसवर्णा इति आगच्छति इति सूचयितुं प्रथमं लिखितवान् यकारस्य परसवर्णा अनुस्वार यकारः तदनन्तरं अनुस्वार अनुस्वार अत्र उपसर्गः किं भगिनि सम् इति उपसर्गः सम् इति उपसर्गे सकारः अकारः मकारः मकारः प्रथमे केन सूत्रेण कार्यं सम् इति यः सङ् भवति अनुस्वारादेशः केन सूत्रेण पदान्तस्य मकारस्य अनुस्वारः भवति मोनुस्वारः सो प्रथमे मोनुस्वारः इत्यनेन कार्यं मोनुस्वारः इत्यनेन इत्र सन् उपसर्गयुक्तसकारः भवति ये अनुस्वारयुक्त अनुस्वारयुक्तसकारः मोनुस्वारः इत्यनेन एव कार्यम् उपसर्गः तु सम् अस्ति न तु सङ् अस्ति इदानीं संयोगयमः इति एकं पदम् अस्ति सुबन्तपदमस्ति यमः सो यमः इति पदमस्ति चेत् अत्र किमर्थं रूपद्वयम् अत्र केन सूत्रेण कार्यं भगिनि अत्र यः परिवर्तनं दृश्यते केन सूत्रेण अत्र कार्यम् तत्र आदि अनुस्वारस्य परे न अत्र पदान्ते अस्ति अत्र अनुस्वारः पदस्य अन्ते अस्ति पदसंज्ञा अस्ति समिति उपसर्गस्य पदसंज्ञा अस्ति सो पदान्ते अनुस्वारः अस्ति अत्र पदान्ते अनुस्वारस्य वर्ण केन सूत्रेण मकारस्य यकारस्य परसवर्णः भवति तत् अनुस्वार यकारः अस्ति तथा संयमः इति लिखितवान् तत्र अत्र वा पदान्तस्य इति सूत्रेण कार्यं वा पदान्तस्य इति सूत्रेण विकल्पेन कार्यं भवति इत्युक्ते रूपद्वयं विकल्पेन भवति अतः रूपद्वयं भवति तदा एव नित्यम् अस्ति चेत् एकमेव रूपम् आमां वा पदान्तस्य इति सूत्रेण संयमः भवति विकल्पेन भवति इति संयमः अपि शुद्धमस्ति अपि च अत्र एकम् अन्यत् अत्र यकारस्य अधोभागे एकं स्लाट् रेखा अस्ति तस्य कः अर्थः भगिनि हल् चिह्नम् अस्ति हल् यकारः अस्ति सि अत्र दृश्यतु यकारस्य अनुनासिकयकारः हल् अस्ति यकारः व्यञ्जनः व्यञ्जनस्य अनुनासिकप्रभेदः तदेव हल् अस्ति कोऽपि स्वरः अत्र नास्ति पूर्वे मया किम् उक्तं देट् इस् हौ वि डिफ्रेन्शियेट् बिट्वीन् एन् अनुस्वारः एण्ड् ए अनुनासिकप्रभेदः चन्द्रबिन्दु इस् अ प्रभेदः सम्टैम्स् वि रैट् केवलं चन्द्रबिन्दुस्थाने वि रैट् केवलं बिन्दु एव बट् तत् असाधुरूपं किमर्थं चेत् अनुस्वारः कदापि व्यञ्जनस्य सह न आगन्तुं शक्यते वी केन् नाट् रैट् इट् लैक् दिस् दिस् इस् असाधु नो वी रैट् इट् लैक् दिस् बिकास् तत्र एतत् चिह्नं अधोभागे नास्ति सो दिस् अनुस्वारः केनाट् बि विदौट् ए वावल् सर्वदा तत्र कोऽपि स्वरं भवेत् तदा एव अनुस्वारः आगन्तुं शक्यते परन्तु दिस् इस् एन् अनुनासिक व्यञ्जनः प्रभेदः अस्ति देट् इस् वै वी केन् पुट् ए स्लाट् लैन् यू हेव् टु अण्डर्स्टाण्ड् दिस् थिङ्ग् अनुस्वारः अपि च विसर्गः तेषां प्रयोगः स्वराणां सह एव भवति वी केन् नाट् रैट् हा मूलव्यञ्जनस्य उपरि वयम् अनु यदि व्यञ्जनः साक्षात् तत्र कोऽपि स्वरः नास्ति चेत् वी केन् नाट् रैट् दिस् अनुस्वार आर् विसर्गः विदौट् ए वावुल् दियर् हेस् टु बि सम् वावुल् वित् द व्यञ्जन् देन् ओन्लि वी केन् यूस् दिस् अनुस्वार एण्ड् विसर्गः विसर्ग एण्ड् अनुस्वार वित् वावुल् यस् This is Chandrabindu is a prabedah, vyanjananam prabedah eva. Ataha atra kim etat slant rekha drishyate. You have to understand this thing. Anunasik is not a different varnaha. It is not a letter. It is a prabedah. Vyanjananam api anunasik prabedah. Swaranam api anunasik prabedah. इदानीं तु व्यञ्जनप्रभेदस्य विषये चिन्तनं यकारस्य सवर्णः अनुनासिक यकारः सो म इति हल् अस्ति तत् अम् भवति परन्तु यदि अनुस्वारस्य स्थाने तत्र व्यञ्जनवर्णस्य आदेशः सः तु हल् रूपेण एव आयाति न तु स्वरसह सहित आयाति आर् यु गेटिङ्ग् ऐ एम् नाट् sure whether you are getting my point or not, but this is very important. Parasvarna nasti khalu mohode anunasik is a type of vyanjan, but anuswar itself is a letter. It is a varnaha. Varnamalayam anuswarah is a separate. There anunasik is not a letter. Anunasik is a swaranam apicha vyanjananam prabedah, type of vyanjan. सो यः अत्र य दृश्यते सः यकारस्य व्यञ्जन अनुनासिक यकारः एव परन्तु अनुस्वारः भिन्नवर्णाः तस्य प्रयोगः स्वराणां सह एव भवति इम् उम् उकारस्य उपरि आगन्तुं शक्यते परन्तु व्यञ्जनस्य उपरि अनुस्वारः न सि वेन् वि से सम् इट् इस् स एण्ड् अम् अकारः कुत्रचित् सुम् अपि अस्ति सो बिकास् दि सुकारः इस् देयर् देट् इस् वै अनुस्वार केन् बि यूस्ड् उम् अस्ति उम् दिस् यू हेव् टु अण्डर्स्टाण्ड् दिस् इस् वेरि बेसिक् थिङ्ग् बट् दिस् क्रियेट्स् अ भ्रमः अनुनासिक् इस् भिन्नः अनुस्वार इस् भिन्नः चन्द्रबिन्दु केनाट् रिप्लेस् किं भगिनि अलन्त एकारस्य अनुस्वार लिखति लिखितवती खलु अद्य अलन्त्य चन्द्रबिन्दु एकारस्य चन्द्रबिन्दु लिखितवती खलु तत्र एकारस्य परसवर्ण अस्ति वा आम् सो यकारस्य एकमेव परसवर्णः तत् अस्ति अनुनासिक यकारः अतः अनुस्वारस्य यः सम् इति यः अनुस्वारः तस्य स्थाने यकाररूपी अनुनासिक यकारः आयाति यमः तु तथैव तिष्ठति परन्तु रूपद्वयमपि साधु केवलं संयमः अनुस्वारयुक्ति लिखामः तदपि साधु यकार अनु अनुनासिकरूपेण लिखामः तदपि साधु द्वयमपि साधु हकारस्य अनुना परसवर्ण अस्ति वा हकारस्य नास्ति परसवर्णः हकारस्य सवर्णः एव नास्ति तथैव रकारस्य अपि नास्ति शस्य इति तेषां वर्णानामपि सवर्णः नास्ति इदानीं तु समयः तथैव संवत्सरः संलापः इति तत्र वकार यकार यवले परे तु यं वं लम् इति अनुनासिक प्रभेदः भवति अतः पदान्ते अनुस्वारस्य परे यै वर्णः अस्ति चेत् तत्र रूपद्वयं साधु किमर्थं चेत् वा विकल्पेन कार्यं भवति भगिनि उच्चारणे किमपि भेदः अस्ति वा यमः सम्यक्तया न जानीमः संयमः संयमः एक्चुलि अनुनासिका अस्ति चेत् नासिकायाः उपयोगम् आवश्यकं अनुस्वारः अस्ति चेदपि नासिकायाः उच्चारणं भवति संयमः द्वौ अपि नासिकायाः उपयोगं भवति यमः ऐ डोण्ट् नो हौ टु प्रोनौन्स् दिस् बट् प्रायशः तत्र वि सी दिस् सेकेण्ड् रूप् आन्लि संयमः संवत्सरः संलापः वि सी द सेकेण्ड् वि डोण्ट् सी दिस् वक् अनुनासिक वकारः अनुनासिक लकारः प्रायशः तत्र अनुस्वारयुक्त एव रूपं दृश्यते बहुत्र संयम द्वित्वं भवति एकारस्य द्वित्वम् उच्चारणार्थं द्वित्वं भवति इति अहं मन्ये संयम when you say anunasika is sorry द्वित्वम् एकार when you say anunasika is a type of a vyanjan or swara but anuswar is itself a letter sagumyamah can we pronounce it that way sagumyamah samyamah sagumyamah no mohoday I have not heard such uchcharan I have not heard such uchcharan samyamah eva samyamah they in some of this Gita and Upanishads where you have this full chandrama business sagum gum they pronounce it that way sagum yamah whereas if it's only anuswaram samyamah just check on that because I remember I have no source yeah you can do some research and tell us some more about it I don't have any research about it okay thank you even some shakyate if possible finally kemode if it is possible this is complicated this thing if you can also give us some commentary in English will be useful if it is possible if you go to ashtadhyayi.com as there you have the English translation there okay acha like anuswarasya yahi par swarna acha anuswarasya if you go to this Ashivasu he gives the explanation for each and every sutra you have this explanation mode acha go to ashtadhyayi.com type the sutra and click on Ashivasu you will get an English translation Ashivasu okay. for each and every sutra he has given the English translation you can check okay, that okay. But it's not possible for us to put it in the class notes, right? The SP you can write it, just copy it from there and you can copy paste it. You can copy paste it and put it in. Yeah, if it is possible, kindly, because it'll save us time. I'm asking you, Mohde. Then I've got so much of things on my head. I've got half a dozen Gita classes and then 3-4 Upanishad classes and then Atma Vidya class. My God, I get up at 3:30 in the morning till 10 o'clock, something or the other. And I'll have my own 3 classes also running. You have to learn. I have to teach. So I have to prepare also, Mohde. I too have so many classes. No, I know that you are very good. I think all of us love you. if it is possible, kindly put it also in English from that test. But it will take time. Can you do the Shanti Mantra, Mohde? Yes. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ॐ श्रीगुरुभ्यो नमः हरि ॐ तत्सत् नमस्काराः धन्यवादाः पुनः मिलामः धन्यवादः सर्वेषां सुखिनो भवन्तु नमस्कारः धन्यवादाः